नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य विभक्तिवल्लर्याः च वर्गं प्रति स्वागतम्। गतवर्गे भ्रातृमेलनम् इति कथां समापितवन्तः। तत्र पठनीयः अंशः आसीत् आत्मनेपदीनां धातूनां क्रियापदम्। लौकिकभाषायाम् आत्मनेपदी धातुः कः इति चेत्, यत्र लट्लकारस्य रूपस्य प्रथमपुरुषस्य एकवचनस्य रूपं तत्र अन्ते ते अस्ति चेत् तत् आत्मनेपदी धातुः इति, ति अस्ति अन्ते चेत् परस्मैपदी धातुः इति। अत्र पाठस्य अन्ते तत्र कथायाः अन्ते अभ्यासाः सन्ति, तत् कृत्वा विभक्तिवल्लर्यां प्रति गच्छामः, विभक्तिवल्लरीं प्रति गच्छामः। तत्र गीतासोपानस्य षट्चत्वारिंशत् तमं पुटम् अस्ति, 46, उद्घाटयन्तु कृपया। आदौ तु यथाप्रकारः ध्येयमन्त्रम्। विजयकुमार् महोदय, अहं शेर् अत्र भाजयिष्यामि। पठति किं विजयकुमार् महोदय? हरिः ओं विजयकुमार् महोदय, नास्ति किं सः? हरिः ओं, मम ध्वनिः श्रूयते किल? हा श्रूयते, श्रूयते, श्रूयते भगिनि। हा, कुत्र अस्ति विजयकुमार् महोदय? आं भगिनि, श्रूयते। हा, इदानीं श्रूयते। देयमन्त्र अन्योदनं प्रेतगतस्य भुङ्क्ते वायांसि चाक्तिक्षशरीरधातून् द्वाभ्यां सह गच्छत्रमुत्रं पुण्येन पापेन च वेष्ट्यमानाम् चिन्ता नास्ति, अहमेकवारम् अहं वदामि। द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन तर्हि केन सह गच्छति प्रेतः? केन सह गच्छति प्रेतः? केन सह गच्छति? अन्य नैव नैव नैव प्रेतः परन्तु केन सह पुण्येन पापेन वेष्टमान। अस्तु, प्रेतस्य शरीरं के भुङ्क्ते? के भुङ्क्ते अथवा कः भुङ्क्ते प्रेतस्य शरीरं? प्रेतस्य शरीरं अन्यो वयांसि, वयांसि अपि च अग्निः, अपि च अग्निः, वयांसि अपि च अग्निः, अपि च प्रेतस्य, प्रेतस्य धनं कः भुङ्क्ते? अन्यो धनं कः भुङ्क्ते? अन्यः, उत्तमम्, अन्यः, अवगतवान्। कुत्र गच्छति प्रेतः? प्रेतः कुत्र गच्छति? वेष्ट्यमानं नै वेष्ट्यमानः कुत्र गच्छति? वेडसिगो कुत्र गच्छति? पुण्यम् अपि पापम् अमुत्र अमुत्र गच्छति गच्छति अमुत्र अमुत्र इस् लीव् दिस् प्लेस् एण्ड् गो देर् तत्र उत्तम धन्यवादः महोदय धन्यवादः अस्तु इदानीं षट्चत्वारिंशत् तमं पुटम् उद्घाटयन्तु 46 तत्र अभ्यासः अस्ति विजय थङ्की महोदय आरम्भं करोतु कृपया सिद्धः अस्ति किं विजयथङ्कि महोदय? अस्तु, कविता भगिनी आरम्भं करोतु. अभ्यासः विजयथङ्कि महोदय म्यूट् मध्ये अस्ति. अस्तु, पठतु. अस्मिन् अभ्यासः अस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि अत्र लिखतु. वयं तु न लेखिष्यामः, परन्तु वयं पठामः. अस्मिन् पाठे अत्र विभक्तिः का? अस्मिन् पाठे षष्टि नैव, षष्टि किमर्थम्? अस्मिन् रामे राम, अच्छा अच्छा, सप्तमी विभक्ति, सप्तमी विभक्तिः अस्ति. अपि च अस्मिन् इति शब्दस्य प्रातिपदिकं किम्? तद् नपुंसकलिङ्गे अस्ति. नपुंसकलिङ्गे अस्ति यतोहि पाठं तु किं तत्र पाठः, क्षम्यतां, पुंलिङ्गे अस्ति. पाठः अस्ति तर्हि पुंलिङ्गे अस्ति. स्थूलाक्षरैः मुद्रितानि पदानि. स्थूलाक्षरैः इत्युक्ते किम्? द डार्क् एण्ड् बोल्ड् लेटर्स्, स्थूल बिग् लेटर्स्, बै बिग् लेटर्स् मुद्रितानि पदानि तु जानीमः एव. अत्र लिखत, वयं तु न लिखामः, अत्र पठतु. सो हा, बोल्ड् डार्क् एण्ड् बोल्ड् बिग्, स्थूलः इस् बिग् ओवर् हियर्, इट् मीन्स् बोल्ड्. And mudritani is? So, mudritani. Printed. Mudritani is printed. In bold letters, whatever is printed, that you identify. Identify. From the starting, Naman? Yes, am. Ramante. Uttamam. Ramante is you take him, Artha kaha. roam about, play, enjoy. Modate. Modate Draupadi api gohrati. Enjoy, she is also enjoying. Modate. Nahi. Satya. Correct. Modate, enjoying. Ikshate. To desire. इच्छति नास्ति, इच्छति नास्ति अत्र, ईक्षते. ईक्षते. जानीते. जानीते तत् सौगन्धिकस्वभावम् इति. शी नोस् जानीते. कामयते. To desire, kamayate. Prarthayate, to pray, Bhimasen, to request. Yes, uttamam. Pratishtate, sadpratishtate. Pratishtate, to sit. No. Pratishtate means to set out, depart. He started, no? Bhimasena, when she told him that you, Pushpam Anayatu iti uktavati yada, sa, तदा भीमसेनः प्रतिष्ठते. धन्यवादः भगिनी. सो सेट्स् औट् डिपार्ट्स्. विशालाक्षी भगिनी. निरीक्षन्ते, टु सी. निरीक्षन्ते इस् टु सी. टु सी एण्ड् बट् नाट् ओन्ली सी, इट् आल्सो मीन्स् टु स्टेर्. टु स्टेर् या. स्वर्गद्वारम् आवृत्य शेते स्म. शेते अपि च अन्यत् अस्ति, आलोकते. वनम् आलोकते. भीमसेन कदली वनम् आलोकते. हि गोस् टु वल्वा, और् हि सीस्, तत्र हनुमान् वित्तावश्यकः आसीत् आवृत्य शेते स्म. शेते मीन्स् इन् दीस् स्लीपिङ्ग् भीमसेन तस्य समीपं गत्वा सिंहनादं कुरुते. He roars loudly or she shouts loudly. No, no, you have to tell only the meaning of kurute. Himhanadam kurute. Is roar. Kurute. Kurute. Kurute. Kurute is, he does. Does. He does. He does. Does. Yeah, does. Tada Hanuman lochane ishad abhi unmitya damai smayate. Opens his eyes. Smayate means smile. Okay, smiles. Okay. Smile. Bhashati. Smile. Tells. He tells. Bhashati tells. Converses, yeah. Imartham agatare. Eshaha devalokasya marga vartate. So, why do अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते. So, Praveshaha is entrance. Yeah. Okay, entrance is not allowed. Over here. No, Praveshaha, now not allowed would be Agnya. Okay, so over here when you just say Vidyate, Atra, Atra Samipe Eva, Shala Vidyate. Is so there. It is there. Yeah, now Vid also means to know. Vid also means to know, but you have to see the context. Okay. Okay. So allowed over here, you can't say aham vidyate means allowed. It means knows or in that context. You have to see the context because vidya dhatu has other meanings. You will learn now as you go forward. Dhanyavada bhagini. Vijay Thanki Mahoday, idanim vaktum shakyate kim? Vijay Thanki Mahoday, idanim vaktum. Aham bhagini. Haan, vadat. Brute. Speaks or tells. Uttamam. Hanuman vadati taha utthato mama shakti na vidyate. Vidyate is the same. Yadi tvam avasyam gantavya. Avatishthate parmatma deham vyapya avatishthate iti aham jami. Avatishthate mean there, the God is there. Exists, is present. Is present. Jane, I knows. I know. Jane, I know. Uttamam. Avalanganena tasya avamanam kartum na utsahe. Utsahe means I don't like. Utsahe. Yeah, and I don't like means not that we like, but I'm not eager to do it. Utsahe means to be eager. Na utsahe means not eager. धन्यवादः महोदय. विजय कुमार महोदय अग्रिमं करोतु. आं भगिनि. वर्ते अहमपि बले पराक्रमे युद्धे च तेने तुल्यं वर्ते. वर्ते तुल्यं वर्ते. इस दे इस दे वर्तते ओन्ली वर्ते. ओके. व्हाट इज दे. हा तुल्यः वर्ते मीन्स् ऐ एम् कम्पेर्ड् टु ऐ एम् कम्पेरेबल् टु देट् पर्सन् इन् बलम् एण्ड् पराक्रम. वर्ते इस् टु बि देर्. किन्तु ततः पृच्छं किञ्चिदपि च कम्प्यते. कम्प्यते मीन्स् शेक् कम्पते नाट् शिवरिङ्ग् शिवरिङ्ग् इन् दिस् काण्टेक्स्ट् हि कुड् नाट् मूव् इट् शेक् ओके कुड् नाट् मूव् इट् प्रयतते टु ट्रै. उत्तमं. कम्पते इस् द सेम् okay, earlier one. Svidyate, svidyate. Svidyate, svimasenasya shariram svidyate means sweating. Kampate, kampate is the same. Kshamet. Okay. Svidyate is sweating. Sweating. Svidyate, sweating. Jayate means to go. In this context, jayate doesn't mean to go. It means it will be, it will happen like that. Jayate. Okay, jayate also has other meaning. Jayate also has other meaning. So in this context, it means viphalaha jayate. It became unsuccessful. Okay. Lajjate is to shame. Yes, to feel embarrassed and to feel shy. To feel shy is the meaning, general meaning. Okay. परन्तु अत्र तु एम्बेरेस्ड् इति स्वीकुर्मः. ओके ओके. प्रार्थ्यते, प्रार्थ्यते इस् टु प्रे. उत्तमं. प्रार्थ्यते इस् टु प्रे. अस्तु, भवान् एव अग्रे पठतु. अस्मिन् पाठे एतानि वाक्यानि सावधानतया उच्चे. महोदय, तत्र अभ्यासे तत्र अन्ते एतानि सर्वाणि आत्मनेपदि क्रियापदानि. ओके ओके ओके ओके. एतानि सर्वाणि आत्मनेपदि क्रियापदानि सन्ति. अर्थं वदतु. एतानि सर्वाणि दीस् आर् आत्मनेपदि क्रियापदि. दीस् लिस्टेड्. This bold highlighted one all out. Uttama. Uttama. Agre patat. Etani vakyani savadanataya ucchai. Ucchai hai patat hai. Ucchai hi patat hai. Parishilayat hai cha. Tatra visargaha nasti. Visargaha sthapayamashche tatra arthasya bhinnata agachati. Okay. You have to be careful about that. I will. Okay. Arjuna hai. Adav artham vadatu. Below sentence, carefully pronounce. Then loudly read. And examine. Okay. Okay, examine and examine. Read. Okay. Which is the word, केन, एकनिमिष, केन पदेन केर्फुलि इति आगच्छति अर्थः? केर्फुलि इति परिशीलयत. सावधानतया. सावधानतया इति पदस्य विभक्तिः का? मालया, रमया, रमया, मालया. पञ्चमी या षष्ठी? पञ्चमी नैव, तृतीया. रामयाः. ओके, रमया. ओके ओके. रमया, रमया. रमया, मालया, मालया. ओके ओके. तृतीया. अस्तु, पठत, पठत अपि परिशीलयत. की द्विषे पदे पठते शीलयत. कीदृशे पदे, विच्, वाट् कैण्ड् आफ् वर्ब्स्, कीदृशं पदं पठत, कीदृशं पदं परिशीलयत. क्रियापदं. लकारः कः? लट् लकार. नैव, पठति लट् लकारः अस्ति. पठत लोट् लकारः. अस्तु, अग्रे पठ, पठतु. अर्जुनः पृच्छति. मूर्खः सोचति. न, एकनिमिष, अत्र यत्र एकं लिखितमस्ति तत् पठतु. दक्षिणभागे, राइट हैंड साइड. कृष्णः भाषते. So what I have to read, Arjuna pichati, Krishna hai bhashate. Bhashate. Artham api vadatu. Artham api vadatu. Arjuna ask. Krishna tells. Uttama. Murkah hai sochati. Murkah hai sochati. Sochati. Pandit hai sochati. Pandit hai manyate. The fool sochati is grieves. Uttamam. Pandita manyate. The pandit means that what you say scholar. Clever man. Clever man. Satya. Clever one. Manyate means to manyate. Think. Okay. Oh, mana. Think. Manyate. So, okay. Sochati is to grieve, and manyate okay. is to think. Okay. Agnihi jwalati. Surya hai prakashate. Fire burn. Sun shines. Uttamam. Ahit hai nindati. Shrey hai vidyate. What is ahit hai? Ahitaha is one who is not is an enemy or one who is not a well-wisher. Hitaha is one who is a well-wisher. Okay. Ahitaha is one who is not a well-wisher. Okay. Well-wisher criticize. And Shreya means Shreya is that person who is Shreshta. Shreshta. Shreshta vidyate. They know. Okay. They know also you can tell vidyate. They are in this context it means no, because you are this side we have told nindati. So oh. this side. Otherwise vidyate also means vidyate is there. Then okay. Eshaha abhinandati. Esha. Abhinandati. Esha they, why they? Esha, Esha. Esha. This female. Oh, okay. This female. Abhinandati means disrespect. No. Abhi, positive. Positive. Nindati, okay. Positive. Nandati over here, no? There it is, okay. Nindati. Okay. Here it is, okay. Nandati. Anand. Okay. Anand comes from there. Sah vartate. He exists. He exists. Okay. He exists. He just exists. Okay. Dhanyavada. Kavita Bhani. Kavita Bhani. एतेषु वाक्येषु क्रियापदेषु परस्मैपदी धातूनां रूपाणि प्रयुक्तानि सन्ति. लेफ्ट् सैड् दक्षिणे वामे. एतेषु लेफ्ट् सैड् these sentences are kriyapada parasmaipadi dhatus. They have been used. Rupani have been Uttama. Used. So the forms of parasmaipadi dhatu have been used. Agre, atra, dakshina bhage. Dakshina bhage. Eteshu vakyeshu kriyapadeshu atmane padi dhatu nam rupani prayuktani santi. In these sentences, kriyapad, atmane padi dhatu roops have been used. Uttama. Etani sarvani rupani lat lakarasya pratham purushai ekavachanam rupani. Pratham purushai ekavachana rupani. पुरुषैकवचनरूपाणि प्रथमपुरुषैकवचनरूपाणि all these rupas are lat lakara prathama purusha ekavachanam rupa uttam idanim tatra avadheyam iti amshah asti tat amsham patatu aam bhagini avadheyam kriya padasya moolam dhatuh ya kriya padam moola this thing is dhatu so the root of a kriya padam because in sanskritam all words come from a root and from that root only different forms are generated or derived that moolam that source is called the dhatu it's called the dhatu and it means root root root what the panini has done is he has taken that root and to that only you keep on fixing everything so if you take a and that suffix or a prefix suffix is called pratyayah prefix is called an upasarga so that dhatu you take and you keep on like a puzzle you take out what is not required and you put what is required pratyayah and that's how you get a kriya padam or a subantam or an adjective or a visheshanam etc or a lyap pratyayah all these that is what we keep on saying lyap pratyayah tva pratyayah kim bhavati tatra we take the dhatu we take out all the like any ore how is the ore mined you take out the raw ore you clean it up and then you keep on mixing it with other chemicals isn't it it happens in real life also and then you get a different result like this only this dhatu is called moolam agre yatha patati itasya kriya padasya moolam patha iti dhatuh just like for patati the kriya padam is kriya padam moolam is and the root is pat okay pat. So pat we get patati by putting a kriya pada pratyaya if we want other pratyayas then we'll make pat into patanam how by taking pat and putting lyudantam makes it patanam त्वा प्रत्ययः मेक्स् इट् पठित्वा ल्यप् तु इस् नाट् देर् वेह बिकास् देर् नो उपसर्गः एण्ड् इफ् यु वाण्ट् नौ दिस् इस् लट् लकारः पठति बट् इफ् यु वाण्ट् लृट् लकारः देन् यु विल् पुट् द लृट् लकारः प्रत्ययः पठिष्यति सो दिस् इस् हौ द लेङ्ग्वेज् इस् अस्तु धन्यवादाः भगिनि तत्र हा विजय थंकी महोदय पठतु आम भगिनी धातवः त्रिविधाः सन्ति परस्मैपदिनः आत्मनेपदिनः उभयपदिनः च इति धातुज आर ऑफ थ्री टाइप्स परस्मैपदी आत्मनेपदी एंड उभयपदी आई विल जस्ट रिपीट समथिंग सो तत्र परस्मैपदिनः धातु तत्र औपचारिकरूपे तु रीत्या औपचारिकरीत्या तु कथमस्ति इति चेत् क्रियापदस्य लाभः अन्यस्य कृते अस्ति चेत् तत् परस्मैपदी इफ् द बेनिफिट् आफ् द क्रियापदं द एक्षन् इस् फार् समवन् एल्स् देन् इट् इस् परस्मैपदी योर् वाय्स् इस् ब्रेकिङ्ग् Your voice is breaking. Idani? Shruyate kim? Yes, Shruyate. Tatra kriyapadasya labhah swasya krite asti chet tat atmanepadi dhatu iti vadama. If the benefit of the action is for yourself, then it is atmanepadi. Tat औपचारिकरीत्या देट् इस् द फार्मल् देट् इस् द टेक्निकल् देट् इस् द ग्रामर् डेफिनेशन् परन्तु लौकिकरूपे लौकिकरीत्या तु एस् द वर्किङ्ग् वर्ल्ड् इन् द वर्किङ्ग् वर्ल्ड् द वे वि टेक् इट् इस् परस्मैपदी धातु इस् वे द लट् लकारः प्रथमपुरुषः एकवचनरूपम् इस् एण्ड्स् वित् ति अन्ते ति अस्ति चेत् परस्मैपदी, अन्ते ते अस्ति चेत् आत्मनेपदी. कानिचन धातवः काश्चन धातवः तु उभयपदी अपि अस्ति परस्मैपदी अपि अस्ति, तत्र द्वे रूपे स्तः. पठतु महोदय. पठ, लिख, क्रीड, मिल, गम इत्यादयः धातवः परस्मैपदिनः. पठ, लिख, क्रीड, मिल, गम, दीज आर परस्मैपदी धातुस्. महोदय, पठ इति धातु धातोः तत्र अर्थं वदतु महोदय. क्रीड, लिख, टु राइट, क्रीड, टु प्ले, मिल, टु मीट, गम, आई डोंट नो. अहं लट् लकारः रूपं वदामि, गच्छति. ओके, गो. गम् अस्ति अत्र धातु, तस्य अङ्गः तु भिन्नः एव अस्ति. पठितो इति धातोः लट्लकारः रूपः वदतु, लट्लकारः रूपं वदतु. पठामि, पठावः, पठामः, पठसि. नैव, प्रथमपुरुषः एव. पठति, पठतः, पठन्ति. उत्तमं. लिख, लिखति, लिखतः, लिखन्ति. उत्तमम्. अग्रे पठतु. वन्द, एध, लभ, इक्ष, लज् इत्यादयः धातवः आत्मनेपदिनः. अर्थं वदतु. वन्द, एध, लभ, इक्ष, लज् etc. these dhatus are atmanepadi. Vand, tasya dhatu ho artha kaha. Vand means to bow. Vandate, no, vandate, vandate, namaskaram, what is called in English, to worship. To worship. To worship or to salute. Aid. Aid is to grow. Okay? Aid is to grow, to rise. Eek. Okay. Lab. Lab. Is to gain. To gain. Lab gain, is okay. Gain. Eeks. Eeks. Eeksate. Eeksate. To see. See. Okay. To see, to stare. Laj, lajjate. Laj is to feel shy or to be embarrassed. Agree. Parasme padinam dhatunam lat lakarasya prathama puruseka vachana rupeshu ante ti iti shruyate. परस्मे पदी धातु लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ति इति श्रूयते. ओल् द परस्मैपदी धातुस् आफ् लट् लकार प्रथमपुरुष एण्ड्स् वित् टि. उत्तमं, धन्यवादः महोदय. टि केन् बि हर्ड्, सो टि केन् बि हर्ड् इस् द लिटरल् मीनिङ्ग्, बट् देट् इस् करेक्ट् वाट् यु आर् सेड्. अस्तु, विशालाक्षी भगिनी अग्रे पठतु. यथा पठति, लिखति, शोचति. एक्साम्पल्स्, रीडिङ्ग्, रैटिङ्ग् एण्ड् थिङ्किङ्ग्. आत्मने हिन्दी नास्ति, हिन्दी नास्ति, ग्रीविङ्ग्, ग्रीविङ्ग्, ग्रीविङ्ग्, ग्रीविङ्ग्. सो पठति, लिखति, शोचति, एतानि पदानि कीदृशं, परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा? परस्मैपदी. उत्तमम्, अग्रे. आत्मनेपदीनां धातूनां लट् लकारस्य प्रथमपुरुषैकवचनरूपेषु अन्ते ते इति श्रूयते. आत्मनेपदी धातुस् फस्ट् एकवचनपर प्रथमपुरुष लट् लकारस्य दे एण्ड् वित् एट् द एण्ड् देर् इस् ते वि हियर् इट् एट् द एण्ड् ते यथा वीक्षते लज्जते कम्पते. वीक्षते इस् टु सी, लज्जते इस् टु बि एम्बारेस्ड् अण्ड् कम्पते इस् टु शिवर् आर् शेक्. उत्तमम्. उभयपदिनां तु धातूनां लट्लकारस्य प्रथमपुरुष एकवचनरूपेषु अन्ते ति ते एतदुभय दुभयमपि श्रूयते. एतद् उभयमपि श्रूयते. एतद् उभयमपि श्रूयते. द उभयपदिनां द धातूस् आफ् उभयपदिनां प्रथमपुरुष एकवचनरूपेषु लट्लकारस्य एट् द एण्ड् ति ते बोत् यथा करोति कुरुते याचति याचते जानाति जानीते. सो कृ धातु डुकृङ् अस्ति, याचति याच् इति अस्ति, जानाति ज्ञा इति अस्ति. ओके, अग्रे पठतु. अग्रे पठतु. अधः कानिचित् क्रियापदरूपाणि सन्ति. एतेषु परस्मैपदीधातूनाम् आत्मनेपदीधातूनां च रूपाणि विचिन्नुत डौन् सम् वर्ब्स् आर् गिवेन् आर् देर् डिवैड् देम् इन् टु परस्मैपदी और् आत्मैपदीनां धातुस्. उत्तमं. विचुनुतः इस् टु चूस् टु चूस् ओके. एतेषु इस् अमाङ्ग्स्ट् दीस् अमाङ्ग्स्ट् दीस् ओके. पश्यति इदानीं. हा ओके. पश्यति वदतु परस्मैपदी. उत्तमं. धातु लज्जते आत्मनेपदी. पश्यति इस् टु सी, लज्जते इस् टु बि एम्बारेस्ड् आत्मनेपदी. कामयते इस् टु डिज़ायर् दट् इस् आल्सो आत्मनेपदी. कामयते. तिष्ठति परस्मैपदी इस् टु तिष्ठति इस् तिष्ठति वाट् इस् इट् वर्तते इस् आत्मनेपदी. इस् देर् वर्तते विद्यते. इस् देर् इट् एक्सिस्ट् या इस् देर् vidyate also is that only, no? Vidyate. I mean, to be there, yeah. That is also atmanepadi. Asti. Parasmaipadi. That also is there only, asti, no? Satyam, asti dhatu. Yeah. Palayate, to run away. That is... अय्यो पर आत्मनेपदी. उत्तमं. पलायते टु रन्. वदति इस् परस्मैपदी टु टेल्. स्मरति इस् आल्सो परस्मैपदीनाम् एण्ड् इट् इस् टु रिमेम्बर्. उत्तमं. धन्यवादः. ओके, धन्यवादः. विजयकुमार् महोदय. आं भगिनि. रम्यते. स्मयते. स्मरति. स्मरति परस्मैपदी. स्मरति परस्मैपदी टु मेमरैज़ टु मेमरैज़ टु मेमरैज़ रिमेम्बर्स् नाट् टु मेमरैज़् कण्ठस्थी करणं दट् टु रिमेम्बर् ओके स्मर स्मयते इस् आत्मनेपदी स्मयते इस् टु विश् स्मयते मीन्स् स्मैल् स्मैल् ओके स्मैल् ओके ओके भाषते आत्मनेपदी टु स्पीक् पठति परस्मैपदी पतति पतति पठति परस्मैपदी टु फाल् उत्तमं धोतते आत्मनेपदे धोतते मीन्स् द्योतते द्योतते द्योतते मीन्स् टु शैन् टु शैन् ओके ओके कर्षति परस्मैपदी कर्षति नो ऐडिया दिस् कर्षति टु मीनिङ्ग्स् आर् देयर् वन् इस् टु डू दिस् वन् टु ऐ डू एग्रिकल्चर् what what voice is breaking to attract to attract to attract okay to okay attract okay chinhati is parasmi padi ninshati ninshati ninshati which one is ninshati ninshati okay sneeshnati that means what this is parasmi padi but sneeshati sneeshati I think it has to do with shivering only but I am not sure okay. to be honest okay astu agre patatu staniti parasmi padi to have bath hello सत्यं सत्यं ओके ओके स्पर्शति स्पर्शति स्पर्शे पदि टु स्पृशति स्पृशति स्पृशति कम्पते इस् आत्मनेपदे इस् अगेन् शिवरिङ्ग् म्रियते इस् आत्मनेपदे म्रियते to die yes I guess no it is correct but it is such a I mean nobody does that action right we don't do the action if you go to see we don't do the action ratati is parasmipadi what is ratati ratana Okay. To by heart, to memorize. Dhanyavada. Okay. Dhanyavada. Snehati. Snehati is to feel affection for. Okay. Snehati is to feel affection for. Astu. Agre. Kavita Bhagini. Kavita Bhagini. Hariyo. Aam Bhagini. Aam Bhagini. Nayati. Nayati. परस्मैपदि दिशति परस्मैपदि टु डैरेक्ट् उत्तमं जायते जायते आत्मनेपदि टु गो जायते टु गो ओर् टु बी बोर्न् दट् वे टु बी बोर्न् अच्छा टु कम् इन् टु एक्सिस्टेन्स् लैक् दट् जायते जायते आल्सो मीन्स् not to go as in go not in hindi go evam jayate it happened like that acha jayate mriyate tishtati tishtati parasmaipadi to stand uhate is atmane padi but to call out to do what we do sometimes acha okay. when we are reading stories and all to no acha to get guess who are they, to guess. Achha. What we do sometimes when we are reading, we do that, no? it's natural, it's normal, and it's sometimes the only way. It's sometimes the only way, yeah. Gahate Atmanepadi is to destroy. To destroy. Oh. Now see, Gahate, if you're saying to destroy, then how it can be Manepadi? Benefit is, will you destroy yourself? No. But it could mean many things. It could mean destroying ourselves in different ways by actions. Astu, agre. Modate. Atmanepadi? To desire? Nee. To relish? To enjoy. Gachati, parasnaipadi, to go. Ikshate, atmanepadi, to seek. Okay. So now the question is, lots to remember, lots to practice. So when we independently, when we are studying on our own independently, tada king karaniyam. Now for example, snihati, it is something which I have learnt earlier and I expected that I will remember. Parantu na abhavat, it didn't happen. So when you are alone or when you are reading, and if such a situation happens, and it will, because it is a lot to remember. So, I want to share with you all how you all can, I don't know if you all are using ashtadhyayi.com. Is anybody using ashtadhyayi.com? Ma'am, it's a it's an app, na? Sometimes we use. It's a site. And the more you use it, the more comfortable you will get with Sanskritam. Okay? So, Vijay Thanki Mahoday, na karoti kim, upayogam, ashtadhyayi.com iti jalapatasya. Whenever I found it is difficult for me to understand any words, meaning, I use it. Okay. So, what I'll do is, if you know, then that is good. For the others, just when you, it's very, very useful. It is a site which you must keep on referring to. Which is really actually gospel. So for me it is like it has so many things. Now mama prastuti hi drishyate ki aam bhagini drishyate ha idani atra pashyantu ashtadhyayi.com iti sthapayamah tada atra dakshina bhage sutra pathah asti, dhatu pathah asti, shabda pathah asti, gana pathah asti, tat sarvam mastu asmakam krite dhatu pathah tadeva mukhyah pathah. Dhatu pathah yada karishyami tada sarvanam dhatu nam tatra arthah api अपि दृश्यन्ते, अपि च तत्र रूपाणि अपि दृश्यते, कथम् इति अहम् अत्र दर्शयामि. वयं तत्र रूपं जानीमः इति चिन्तयतु. थिङ्क् देट् यु नो द फार्म् बट् यु डोण्ट् नो द मीनिङ्ग् और् यु डोण्ट् नो द धातु. वाट् यु डू इस् यु सिम्प्लि टैप् ओवर् हियर् द फार्म् देट् यु नो. Pathati. Okay? As soon as you put Pathati over there in the search, you will get the meaning, you will get a lot of other information about the Dhatu. For example, now I am going to click on this. What we are interested over here, as you go along it will become easier. So far we have learned the Lat Lakara Rupa. So, in case we don't know all the forms, all we do is we go to this when we are forming sentences. Pathati, pathatah, this of course now we know. the form. Supposing you want to know what the lot lakar form is, you just scroll and you see kartari. Kartari is the active. Rit lakar parasmayapadi. Lot lakar atra asti. Pathatu, pathatam, pathantu, patha, pathatam, pathata, pathani. Astu? Supposing you know the dhatu, but you don't know the form, then you just put bhu over here. You will get all the forms. Supposing you know the dhatu, but you don't know the meaning, then all you do is you go to info. And there you will come to know all the meanings. Okay? Idanim bhavantaha purataha asti kim? Etam jalaputam? Do you all have your internet? You all must be having. So, can either Kavita Bhagini or because Vishalakshi Bhagini, I know, will find it a little bit difficult. So, Vijay Thanki Mahoday, Bhavan Karoti Kim? Tatra ashtadhyayi.com iti sthapaya apicha tatra darshaya, share karotu. Kartum shakyate kim? Kartum ichchati kim? Kartum shakyate kim? I don't know how to share it. I'm darshayami. इदानीं पश्यतु. Yes. अत्र मम प्रस्तुत्यां तु स्टाप् स्क्रीन् शेरिङ्ग् इति अस्ति, परन्तु वेन् यू चूस् देट् यूल् सी शेर् स्क्रीन् देट् टैम् वील् बि एबल् टु सी द स्क्रीन्. सो ऐ स्क्रीन् शेरिङ्ग् जस्ट् एज़ एन् एक्ससैज़् विल् बि. You have a Devanagari typing this, right? On your asti kila Devanagari tankanamsya. I am connected with laptop, so the laptop there is no any Devanagari. I don't say it. Oh, there is no. Oh, you don't have. What about Kavita Bhagini asti kim? Bhavatah puratah? Kartum shakyate kim? Vijay Kumar Mahode athwa Kavita Bhagini? Sharing facility is not enabled in this, the self-contained. No. On Google Meet, where we are on free conference, at the bottom there are three dots, right? If you click on that, you will get all these options. And share screen is one of them. No. It is only saying this telephone, iPad, message settings. Astu. Astu, chinta nasti. I don't think so. I think the sharing screen has been given to all participants. But I don't know. I know that everybody can see. What about Vishalakshi Bhagini? Those three dots, can you click and see? You have the option. But for her, this one is not there. Devanagari is not there. Astu, chinta nasti. Anyway, avagatam kila. Everybody has phone and disconnect audio. Tadhi ab Devanagari nasti kila. If Devanagari is not there, it will be difficult. No, it's not there. Some setting up. Astu, chinta nasti. Tadhi avagatam. Everybody, this is because we will need to reach out to some resource when we need to. So that is what you have to do. Astu. धन्यवादाः. अपि अत्र किं विजय थङ्की महोदय अग्रे पठतु. आं भगिनि, एद् धातोः लट् लकारे का रूपाणि एवं भवन्ति प्रथमपुरुषः एधते एधेते एधन्ते मध्यमपुरुषः एधसे एधेथे एधद्वे उत्तमपुरुषः एधे एधावहे एधामहे अत्र परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा आत्मनेपदी उत्तमम् सः सः धातोः उत्तमम् सः धातोः रूपाणि एवं भवन्ति प्रथमपुरुषः सहते सहेते सहन्ते मध्यमपुरुषः सहसे सहेथे सहध्वे उत्तमपुरुषः सहे सहावहे सहामहे सो द इम्पोर्टेण्ट् थिङ्ग् इस् तत्र वन्स् यु कम् टु नो दट् दिस् इस् आत्मनेपदि देन् दीस् आर् द फार्म्स् आत्मनेपदि सर्वाणि रूपाणि अत्र दत्तानि सन्ति अस्तु महोदय वन्द् वन्द् इति धातुः धातुं स्वीकृत्य तत्र रूपाणि वदतु वन्द् वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दद्वे वन्दे वन्दावहे वन्दावहे वन्दामहे उत्तमम् धन्यवादः धन्यवादः कविता भगिनी भाष् भाष् इति धातुं स्वीकृत्य रूपाणि वदतु भाषते भाषेते भाषन्ते भाषसे भाषे भाषेधे भाषद्वे भाषेथे भाषेथे भाषेथे भाषद्वे भाषे भाषावहे भाषामहे धन्यवादः विजयकुमार महोदय लभ् लभ् इति धातुं स्वीकृत्य रूपाणि वदतु लभ् लभ्यते लभ्यते लभते लभते लभ्य लभते लभते लभते लभते लभ्यन्ते नैव नैव लभते लभेते लभते लभेते लभन्ते लभते लभेते लभे लभेन्ते लभेसे लभन्ते लभन्ते लभेसे लभते लभसे लभसे लभे लभ एते लभद्वे लभद्वे लभद्वे लभे लभावहे लभं लभामहे उत्तमं धन्यवादः तत्र विशालाक्षी भगिनी सेव् सेव् सर्व् सेव् इति सेव् धातुं स्वीकृत्य सेव् नास्ति सेव् धातु धातुमध्ये तत्र धातूनां मध्ये तत्र हलन्तम् अस्ति तर्हि सेव् सेव् ओके सेव् सेव् सेव् वको वको हलन्ते न आम् अच्छा सेव् सेवते सेवेते से सेवन्ते सेवसे सेवेत्थे से सेवद्वे सेवे सहावे सहावे सहावे सेवावहे सेवावहे सेवावहे से सवा सेवामहे सेवामहे उत्तमं सेवामहे धन्यवादः भवती एव पठतु अग्रे उच्चैः उच्चैः उच्चैः पठत इदानीं वदतु पठत इति शब्दस्य धातुः कः पठत पठ कीदृशः धातुः अस्ति परस्मैपदी अस्ति वा आत्मनेपदी अस्ति वा परस्मैपदी अग्रे अभ्यासेन ज्ञानं वर्धते you get knowledge from learning uttamam abhyasena vibhaktih ka iti no idea uhanam karotu abhyasena no uhanam tritiya vibhakti tritiya yeah because I yeah idanim vardhate anyani rupani vadatu वर्धते वर्धेते वर्धन्ते मध्यमपुरुष वर्धसे वर्धेते वर्धद्वे उत्तमपुरुष वर्धे वर्धावहे वर्धामहे उत्तमं अग्रे पठतु कामात् क्रोधः जायते कामात् क्रोधः जायते जायते इस् वाट् मीनिङ्ग् टु वाट् इस् कामात् कामात् इस् कामात् इस् दिस् थिङ्ग् कामक्रोध कामात् क्रोधः इत्युक्ते इट् मीन्स् फ्रम् डिसायर् फ्रम् डिसायर् एङ्गर् एङ्गर् एङ्गर् जायते मीन्स् भवति इट् जायते इट् कम् सो वाट् हेपन्स् वेन् यु हेव् डिसायर् देन् यु डोण्ट् गेट् वाट् यु हेव् भगवद्गीता नो कामात् क्रोधो जायते क्रोधात् भवति सम्मोहात् स्मृतिभ्रंशात् बुद्धिनाशः कामात् क्रोधः जायते मीन्स् विथ् डिसायर् विथ् डिसायर् यु गेट् एंग्री इज बोर्न एंगर इज बोर्न एंगर हैपेंस ओके एंगर कम हैपेंस ओके ओके जायते जायते इति शब्दस्य अन्यानि रूपाणि वदतु जायते जायेते जायन्ते जायसे जायेथे जायद्वे जाये जायावहे जायामहे उत्तमम् इदानीं वदतु धातुः कः धातुः जायते फोर् जायते जन् जन् अस्ति सो इट् इस् टोटलि डिफ़्रेण्ट् सी यु काण्ट् टेल् इट् इस् जाय् और् ज और् समथिङ्ग् लैक् देट् इट् इस् टोटलि डिफ़्रेण्ट् दट् इस् द रीज़न् वै देर् इस् अ सेपरेट् स्टडि आफ़् ग्रामर् इट् सेल्फ़् टु रिमेम्बर् दट् जायते द धातु इस् जन् इट् सेल्फ़् इस् अ स्टडि देट् डज़न्ट् मीन् इट्स् डिफ़िकल्ट् it only means that you have to study the effort it will happen but the thing is you have to have the books no I do not have a laptop here yeah we have to have the books chintana okay astu kavita bhagini agrimam karotu am bhagini utpannah jeevah mriyate utpannah jeevah the one the jeeva who is born born dies uttamam mriyate iti shabdasya anyani rupani am bhagini mriyate mriyete mriyante mriyase mriyathe mriyadhve mriyete mriyethe acha mriyethe mriyadhve म्रिये म्रियावहे म्रियामहे म्रिया तत्र धातुः जानाति किम्? मृत् मृ मृ मृ अस्ति मृ तावदेव मृ ऋकार ऋकारान्तः अस्ति मृ अस्तु अग्रे हस्तात् गाण्डीवं संस्रते स्रं सते स्रं सते स्रं सते स्रं सते स्रं सते the gandiva slips from the hand na samsrate satyam ha rupani vadatu ha samsrate samsrate samsrete sram sante sram sram srete nati sram bhagini sram sate ha sram sete ha sram sete sram संसन्ते हेलो श्रं सन्ते श्रं सते श्रं सेते श्रं सन्ते श्रं ससे श्रं ससे श्रं सेधे संस्रे संसावहे संस्रावहे विजयमहोदय वदति पश्यतु तत्र सहायं करोति पत्न्याः अपि च धातु स्रम् अस्ति स्रम् स्रम् स्रम् धातु स्रम् स तत्र स्रम् अपि च स वितः लन्त् अस्तु धन्यवादः विजयकुमार् महोदय आं भगिनि भक्तः ईश्वरः भजते डिवोटी वर्षिप् ईश्वरं भक्तः ईश्वरं भजते डिवोटी वर्षिप् गाड् उत्तमं भजते भजते भजन्ते भजन्ते भजते भजेते भजन्ते भजसे भजेते भजेद्व भजे भजेद्वे भजे भजद्वे भजद्वे इस् रैट् ओके भजे भजावहे भजामहे अपि च वाय्स् इस् ब्रेकिङ्ग् अ लॉट् वाय्स् इस् ब्रेकिङ्ग् इस् बज् डाट् टु एकः निमेषः इदानीं श्रूयते किम् आं भगिनि आं भगिनि अस्तु तर्हि भज् इति धातुः तु तत्र भज् धातु उभयपदी धातु उभयपदी धातु अस्ति अस्तु अग्रे जीवः सुखं कामयते ह्यूमन् बीङ्ग् डिज़ैर् happiness Wants happiness, desires happiness. Okay. Kamete. Kamadete. Kamadante. Kamayete. Kamayete. Kamayete. Kamayante. Okay. Kamayete. Kamayete. Kamayante. Kamase. कामदेते कुत्र अस्ति य अपि स्थापनीयं कामयते कामयते कामयते कामयसे कामयेथे कामयध्वे सो द लास्ट वन ओन्ली चेंज सो वट् एवर् अङ्गं यदस्ति द बिगिनिङ्ग् what you call the okay angam, I understand the portion okay. that is there in the beginning remains the same so kamayate you keep on playing with te becomes okay. yete okay. then kamayante you also okay. you have to keep in mind of course okay. so I will repeat so, kamayate kam asti dhatuh okay kam okay sah अमृतत्वाय कल्पते हि डिज़ैर् इमोर्टालिटि हलो हरिः हलो हा हि डिज़ैर् वदतु महोदय कामयते पुनरेकवारं वदतु आवश्यकं चेत् कामयते कामयते कामयन्ते कामयसे कामयेथे कामयद्वे कामे कामये कामे कामय कामये कामये कामयावहे कामयामहे ओके ओके Don't worry because it is an effort you have to put an effort okay chinta nasti agre sah amrutatvaya kalpate he desire immortality no over here kalpate over here is that he is capable of okay that he is capable of that he is able to kalpate he for you know like he is fit for amritatvaya chaturthi vibhakti asti tatra amritatvaya that means for liberation he is capable okay rupani vadatu kalpate kalpayete kalpayante kalpete kalpete okay kalpete kalpa भगिनी चिन्ता नास्ति कल्पन्ते कल्पसे कल्प कल्पहेते कल्पद्वे कल्पेथे कल्पेथे कल्प कल्पद्वे कल्पे कल्पावहे कल्पामहे अस्तु अत्र धातुः कृप् अस्ति कृप् अस्ति कृप् अस्ति सो हा सो देट् इस् वाट् ऊहनं न कर्तुं शक्नुमः वी केन् बट् एव्रिवेर् द गेस्सिङ्ग् डस् नाट् वर्क् इट् डस् नाट् वर्क् देट् इस् वै एण्ड् जस्ट् टु शेर् वित् यू देट्स् वै इट्स् सच् अ ब्यूटिफुल् लेङ्ग्वेज् बिकास् एट् द पायिण्ट् देट् यू आर् इट् इस् लैक् अ मेजर्मेण्ट् इट्स् लैक् अ मेजर्मेण्ट् Now, Kalpate, the first natural guess is that it is Kalp, but it is not. There are formulae over there. Krip. Krip is the dhatu. Astu, dhanyavadaha mahodai. Dhanyavadaha. Tatra Vijay Thanki mahodai karotu. Aam Bhagini. स्थितप्रज्ञः किं भासते? Now, what is the word for स्थितप्रज्ञः in English? स्थितप्रज्ञस्य का भाषा? स्थितप्रज्ञस्य का भाषा? One who established. So, स्थितप्रज्ञ one who is established in yoga or स्थितप्रज्ञ. But you know the meaning actually, no? Mahoday, Vijay Thanki Mahoday knows the meaning. He's just saying how to translate it. It's very difficult actually. Because the that kind of word to translate into English is not very easy. So over here we will say one who is present in the consciousness. Okay, one who is present. That's why sthita prajna. In that situation, prajna means one who is conscious, one who knows at that moment. Bhashate. Katha bhashate ityukte kim? Bhashate means speak. Haan, kim bhashate? What does he speak? Astu, bhashate iti rupani vadatu shigram shabdasya bhashate. Shatiti vadatu. Bhashate, bhasete, bhasante. Bhasase, bhasethe, bhasadve. Bhase, bhasavahe, bhashamahe. Bhashamahe, shati. Astu. Bhashate tu bhash eva asti. Dhatu, agre. Shraddhavan jnanam labhate. Artham? Those who believe. Artham vadat. Those who believe gets wiseness. What will say? Gnan. Gnan. Wisdom or knowledge? Wisdom. Yeah. Knowledge. Okay. Those who believe gets knowledge. Jatiti vadat rupa. Actually, believe more than believe, faith. Those who have faith. Because you may believe, but you may not have faith. Okay. Labhate. Labhete, labhante. Labhase, labhete, labhadve. Labhe, labhavahe, labhamahe. Uttama. Agree. Ishwarah sarvatra vartate. God is everywhere. Vartate, vartete, vartante. Vartase, vartete, vartadve. Varte, vartavahe, vartamahe. Atra dhatuhu tatra tu labha asit. Atra vrit asti. Vrit. Vrit. Vrit. Okay. Vrit. Astu agre. Abhimanyuhu chakravyuham vikshate. Abhimanyu breaks the chakravyuh. Breaks not. What is the mean vikshate by vikshate? Is he sees, he observes. He observes, he sees. He is surveying like that. Vikshate. Okay. Vikshate, vikshete, vikshante. Vikshase, vikshete, vikshadve. Vikshe, vikshavahe, vikshamahe. And the dhatu over here is, there is a upasargaha. Vi iti upasargaha asti. Api, that means prefix. And iksh is the dhatu. Iksh. Iksh iti dhatu asti. Vi iti upasargaha. Viksh bhavati. Viksh iti tatra anveshanam kurmaha tatra ashtadhyayam tari na prapsyate. Because na prapsyate. Because on Ashtadhyayi, you will not get the verbs with the prefaces. You will get it only without the prefaces. So if you want to search on Ashtadhyayi for Vikshate, you will keep on searching, it will not be there. You should search for Ikshate. With practice, it comes. Astu. Dhanyavadaha. Mahode. Dhanyavadaha. Vishalakshi Bhagini. Vishalakshi Bhagini Karotu. भीष्मः सर्वान् क्षमते. भीष्म भीष्म फर्गिव्स् एव्रीबडि. क्षमते क्षमे क्षमते क्षमेते क्षमन्ते क्षमेसे क्षमसे क्षमेथे क्षमध्वे क्षमे क्षमावहे क्षमावमहे. इदानीम् इदानीं मोहनं करोतु. धातुः कः इति? उत्तमं. क्षम् अस्ति. अग्रे. कुन्ती कष्टं सहते. कुन्ती फेसेस् नो वाट् फेसेस् नाट् फेसेस् बेर्स् बेर्स् आल् कष्टात् आल् डिफिकल्टीस्. सहते धातुः वदतु. धातु सः सः न सः वित् एवं सः वित् अन् सहते सहते सहते सहेते सहन्ते सहसे सहेथे सहद्वे सहे सहावहे सहामहे. धन्यवादः भगिनी. धन्यवादः. नैव कविता भगिनी. कविता भगिनी. कविता भगिनी वदतु. आम् आं भगिनी. सञ्जयः युद्धम् अवलोकते. सञ्जय ओवर्सीस् द युद्धं द वार् अवलोकते. अवलोकते अवलोकेते अवलोकन्ते अवलोकसे अवलोकेथे अवलोकद्वे अवलोके अवलोकावहे अवलोकामहे. धातुः कः? अवलोक निलोक. अवलोक अवलोक अवलोक अवलोक. परन्तु अष्टाध्यायां कथं भवति? अष्टाध्यायां लोक इति भवति. यतोहि अव तु उपसर्गः अस्ति. अव उपसर्गः इति लोक इति धातुः. अग्रे. कृष्णः अश्वान् सेवते. कृष्ण सर्विसेस् द हार्स्. सेवते सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवध्वे सेवे सेवावहे सेवामहे. उत्तमं. धातुः? धातु सेव. सेव. सेव. अस्तु अग्रे. योद्धः युद्धार्थ त्वरते. योद्धा युद्ध में त्वरते. त्वरते त्वरते टु बी इन हरि. सो अ योद्धा इज अ सोल्जर. युद्धार्थं फॉर वॉर फॉर फाइटिंग फॉर अ वॉर ही इज इन अ हरि. त्वरते त्वर धातु. त्वर धातु. त्वरते त्वरेते त्वरन्ते त्वरसे त्वरेथे त्वरद्वे त्वरे त्वरावहे त्वरामहे. उत्तमम्. अस्तु तर्हि अग्रे किं कुर्मः इत्युक्ते किञ्चित् गृहकार्यं कुर्वन्तु. तत्र एकोनपञ्चाशत्तमं पुटे तृतीय अपि चतुर्थः अंशः अस्ति. तत्र तौ अभ्यासौ कुर्वन्तु. फार् विल् डू लिटिल् होम्वर्क्. 49 on the 49th page there are two more portions of exercise and then we'll go to vibhakti vallari tritiya vibhakti. So if you all do the homework then we can quickly complete that and then go to tritiya vibhakti. Astu bhagini bhavati eva vadatu shanti mantram vadatu. Am bhagini. ॐ सहनावस्तु सहनौ भुनक्तु सह वीर्यं करवावहे तेजस्विनामधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। अनेके धन्यवादः। पुनर्मिलामः। अनेके धन्यवादः। अनेके धन्यवादः।